पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 7 भीष्म उवाच दिधे पुत्र कथं जादा मरुदो देववल्लभाः देवैर्जग्मुश्च सा पत्न्यै कस्मात् सङ्ख्यमनुत्तमं पुलस्त्य उवाच पुरा दैवासुरे युद्धे हदेषु हरिणासुरैः पुत्रपौत्रेषु शोकार्ता गदा भूलोकमुत्तमं पुष्करेषु महातीर्थे सरस्वत्यास्तडे शुभे भ्रर्तुराराधनपरा तप उग्रं चचारः दिदिर्वैदैत्यमादादु ऋषिकार्येण सुव्रत फलाहारा तपस्तेभे कृच्छ्रचान्द्रायणादिभिः यावद्वर्षशतं साग्रं जराशोकसमाकुला ततः सा तपसा तप्ता वसिष्ठादीन पृच्छत कथयं तु भवं तो मे पुत्रशोकविनाशनं व्रतं सौभाग्यफलदमिह लोके परत्र च ऊचुर्वसिष्ठप्रमुखा ज्येष्ठस्य पूर्णिमा व्रतं यस्य प्रसादादभवत्सुतशोकविवर्जिता भीष्म उवाच श्रोतुमिच्छाम्यहं ब्रह्मन् ज्येष्ठस्य पूर्णिमाव्रतं सुतानेको न पञ्चाशद्येन लेभे पुनर्दिधिः पुलस्त्य उवाच यद्वसिष्ठादिभिः पूर्वं दित्यै संकथितं व्रतं विस्तरेण तदेवेदं मत्सकाशान्निशामय ज्येष्ठे मासि सिदे पक्षे पौर्णमास्यां यदव्रता स्थापयेदव्रणं कुम्भं सिदतण्डुलपूरितं नानाफलयुधं तद्वदिक्षुदण्डसमन्वितं सिदवस्त्रयुगच्छन्नं सिदचन्तनचर्चितं नानाभक्ष्यसमोपेदं सहिरण्यं तु शकृदः ताम्रपात्रं गुडोपेदं तस्योपरि निवेशयेद तस्मादुपरि ब्रह्माणं सौवर्णं पद्मकोटरे कुर्यात् शर्करयोपेतां सावित्रीं तस्य वामदः गन्धं धूपं तयोर्दद्याद्गीतं वाद्यं च कारयेद तदभावे कथं कुर्याद्यथा पद्मे पितामहः ब्रह्माह्वयां च प्रतिमां कृत्वा गुडमयीं शुभां शुक्लपुष्पाक्षदतिलैरर्चयेत् पद्मसम्भवं ब्राह्माय पादौ सम्पूज्य जङ्घे सौभाग्यदाय च विरिञ्चायोरुयुग्मं च मन्मथायेदि वैकटिम् स्वेच्छोदरायेत्युदरमतन्द्रायेत्युरो विधेः मुखं पद्ममुखायेदि बाहु वैवेदपाणये नमः सर्वात्मने मौलिमार्चयेच्चापि पङ्कजं ततः प्रभादे तत्कुम्भं ब्राह्मणाय निवेदयेद् ब्राह्मणं भोजयेद्भक्र्या स्वयं तु लवणं विना भक्त्या प्रदक्षिणं दद्यादिमं मन्त्रमुदीरयेद् प्रीयदामत्र भगवान् सर्वलोकपितामहः हृदये सर्वलोकानां यस्त्वानन्दोऽभिधीयते अनेन विधिना सर्वं मासि मासि समाचरेद् उपवासि पौर्णमास्यामर्चयेद्ब्राह्ममव्ययम् फलमेकं च सम्प्राश्य सर्वर्यां भूदले स्वभेद तदस्त्रयोदशे मासि हृदधेनुसमन्विताम् शय्यां दद्याद्विरिञ्चाय सर्वोपस्करसंयुधां ब्रह्माणं काञ्चनं कृत्वा सावित्रीं रचतैस्तथा पद्मात्मकसृष्टिकर्ता सावित्रीमुपलभ्यदु वस्त्रैर्द्विजं सपत्नीकं पूज्यभक्त्या विभूषणैः शक्त्यागवादिकं दद्यात् प्रीयतामित्युदीरयेत् होमं शुक्लाय स्थिलाय कुर्यात् ब्रह्मनामानि कीर्तयेद गव्येन सर्पिषा तद्वत् पायसेन च धर्मविद विप्रेभ्योऽधनं दद्यात् पुष्पमालां च शक्तितः यः कुर्याद्विधिनानेन पौर्णमास्यां स्त्रियोऽपि वा सर्वपापविनिर्मुक्तः प्राप्नोति ब्रह्म सात्म्यताम् इह लोके वरान् पुत्रान् सौभाग्यं ध्रुवमश्नुदे यो ब्रह्मा सस्मृतो विष्णुरानन्दात्मा महेश्वरः सुखार्थीकामरूपेण स्मरे देवं पितामहम् एवं श्रुत्वा चकारासौ दिदि सर्वमशेषतः कश्यपो व्रतमाहात्म्यादागत्य परया मुदा चकारकर्कशाम्भूयो रूपलावण्यसंयुतां वरैराच्छम्दयामास साधु वव्रे वरं वरं पुत्रं चक्रवधार्थाय समर्थं च महौजसं वरयामि महात्मानं सर्वामरनिषूदनम् उवाच कश्यपो वाक्यमिन्द्रहं तारमूर्जितम् प्रदास्याम्यहमेतेन किन्द्वेदत्रियदां शुभे आपस्तम्भीं तु कृत्वेष्ठिं पुत्रीयामद्य सुस्थनी विधास्यामि ततो गर्भं स्पृष्ट्वाहं ते स्तनौ शुभे भविष्यति शुभो गर्भो देवि शक्रनिषूदनः आपस्तम्भीं ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम् इन्द्रशत्रो भवस्वेदि जुहावजहविस्त्वरन् देवाश्च मुमुर्हुर्दैत्या विमुखाश्चैव दानवाः दैत्यां गर्भमधाद्धत्त कश्यपः प्राकतां पुनः मुखं ते चन्द्रप्रतिमं स्तनौ बिल्वफलोपमौ अधरौ विद्रुमाकारौ वर्णश्चादीवशोभनः त्वां दृष्ट्वाहं विशालाक्षि विस्मरामि श्विकां तनुं तदेवं गर्भशुश्रोणि हस्ते नोक्तस्तनौ तव त्वया यत्ने विधातव्यो ह्यस्मिन् गर्भे वरानने संवत्सरशतं त्वेकमस्मिन्नेव तपोवने सन्ध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा नोपस्करेषु निविशेन्मुसलोलूफलादिषु जलं च नावगाहेद शून्यागारं च वर्जयेद वल्मीकेषु न तिष्ठेद न चोद्विग्नमना भवेद न नखेन लिखेद्भूमौ नां गारेण च भस्मनि न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेद न तुषाङ्गारभस्मास्ति कपालेषु समाविशेत् वर्जयेत् कलहं लोके गात्राभ्यङ्गं तथैव च न मुक्तकेशी तिष्ठेद न शुचि स्यात् कथञ्चन न शयितोत्तरशिराः न चैवाधस्थिरा क्वचिद न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती नामङ्गल्यां वदेद्वाचं न च हास्याधिका भवेद् कुर्याच्च गुरुभिर्नित्यं पूजां माङ्गल्यतत्परा सर्वौषधीभिसृष्टेन वारिणा स्नानमाचरेद् तिष्ठेत्प्रसन्नवदना भर्तृप्रियहितेरता न गर्हयेच्च भर्तारं सर्वावस्थमपि क्वचित् कृशाकं दुर्बला चैव वार्धक्यं मम चागतं स्तनौ मे चलितौ स्थानान्मुखं च वलिभङ्गुरम् एवं विधा त्वया चाहं कृते दिन वदेत् क्वचिद् स्वस्त्यस्तु दे गमिष्यामि तथेत्युक्तस्तया पुनः पश्यतां सर्वभूतानां तत्रैवान्तरधीयत ततः सा भर्तृवाचोक्तविधिना समतिष्ठत अध ज्ञात्वा तथेन्द्रोऽपि दिदे पार्श्वमुपागतः विहाय देवसदनं तां शुश्रूषुरवस्थितः दिदेश्चिद्रां तरप्रेप्सुरभवत्पादशासनः विपरीतोन्दरव्यग्रप्रसन्नवदतो बहिः अजानन्निव तत्कार्यमात्मनः शुभमाचरन् ततो वर्षशतां ते सान्यूनेदु दिवसैस्त्रिभिः मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा अकृत्वा पादयोः शौचं शयानां मुक्तमूर्धजा निद्राभरसमाक्रान्ता दिवा परशिरा क्वचित् ततस्तदं तरं लब्ध्वा प्रविश्यां तशचीपतिः वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः ततः सप्त चदे जाधा कुमारा सूर्यवर्चसः रुद्रं तस्तप्त ते बाला निषिद्धा दानवारिणा भूयोऽपि रुदमानां स्थानेकैकान् सप्तधा हरिः चिच्छेद वज्रहस्तो वै पुनस्तूदर संस्थितान् एव मेको न पञ्चाशद् भूत्वा ते रुरुदुर्भृशम् इन्द्रो निवारयामास मारुदध्वं पुनः पुनः ततः स चिन्तयामास विदर्कमिति वृत्रः कर्मणकस्य माहात्म्यात् पुनः सञ्जीवितास्त्वमि विदित्वा पुण्ययोगेन पौर्णमासी फलं त्विधं नूनमेतत्परिणतमथवा ब्रह्मपूजनाद वज्रेणाभिगदासन्तो न विनाशमुपाययुः एकोऽप्यनेकतामाप यस्मादुदरगोपनम् अवध्या नूनमेदे वै तस्माद्देवा भवं त्विति यस्मान्मारुद इत्युक्ता रुदन्तो गर्भसम्भवाः मरुतो नाम ते नाम्ना भवन्तु सुखभागिनः ततः प्रसाद्य देवेशः क्षमस्वेदिदिदिं पुनः अर्धशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतं कृत्वा मरुद्गणं देवै समानममराधिपः दिदिं विमानमारोप्य ससुदामगमद्दिवं यज्ञभागभुज सर्वे मरुतस्ते तदोभवन् न जग्मुरैक्यमसुरैरधस्ते सुरवल्लभाः भीष्म उवाच आदिसर्गस्त्वया ब्रह्मन् कथितो विस्तरेण मे प्रतिसर्गश्च यो येषामधिपांस्तान्वदस्व मे पुलस्त्य उवाच यदाभिषिक्तः सकलेऽपि राज्ये पृथुधरित्र्यामधिपो बभूव तथौषधीनामधिपं चकार यज्ञव्रतानां तपसां च सोमम् नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भम् अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वद विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिं चकार प्रजापदीनामधिपं च दक्षं चकारचक्रं मरुतामधीशं दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणां पिशाच्च रक्षपशुभूदयक्षवेतालराजं ह्यत शूलपाणिम् प्रालेयशैलं च पदीं गिरीणामीशं समुद्रं सरितामधीशं गन्धर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश दिग्वारणानामधिपं चकार गजेन्द्रमहिरावणनामधेयम् सुवर्णमीशं पततामधार्वदां राजानमुच्चै श्रवसं चकार सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनां पितामहपूर्वमधाभ्यषिञ्चतेदन् पुनः सर्वदिशाधिनाथान् पूर्वेश दिक्पालमधाभ्यषिञ्चन्नाम्ना सुवर्माणमराधिकेतुं तदोधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानं सकेतुमन्दं दिगधीशमीशं चकार पश्चात् भुवनाण्डगर्भः हिरण्यरोमाणमुदग्दिगीशं प्रजापदिं मेघसुक्तं चकार अद्यापि कुर्वन्ति दिशामदिशा सदा वहं तस्तु भुवोभिरक्षां चतुर्भिरेधै पृथुनामधेयो नृपोभिषिक्तप्रथमपृथिव्यां गतेन्दरे चाक्षुषनामधेये वैवस्वतं चक्रुरिमं पृथिव्यां गतेन्दरे चाक्षुषनामधेये वैवस्वदाख्ये च पुनः प्रवृत्ते प्रजापति स्वस्य चराचरस्य बभूव सूर्यान्वयजश्च चिह्नः पुलस्त्य उवाच मन्वन्तराणि सर्वाणि मनूनां चरितानि यत् प्रमाणं चैव कल्पस्य तत्सृष्टिं च समासदः एकचित्तः प्रसन्नात्मा शृणु कौरवनन्दन यामानाम पुरा देवा आसन् स्वायं भुवान्तरे सप्तैवर्षयः पूर्वं ये मरीच्यादय स्मृताः आग्नेध्रश्चाग्निबाहुश्च विभुः सवन एव च ज्योतिष्मान्द्युदिमान् भव्यो मेधा मेधास्तिर्वसुः स्वायम्भुवस्यास्य मनोर्दशैदे वंशवर्धनाः प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम् एवं स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परं स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः नभो नभस्य प्रभृतिर्भावनकीर्तिवर्धनः दत्तोऽग्निश्च वनस्तम्भप्राणः कश्यप एव च अर्वा बृहस्पतिश्चैव सप्तसप्तर्षयो भवन् तदा देवाश्च तुषिता स्मृता स्वारोचिषेन्दरे हवीन्द्रसुकृदो मूर्तिरावो ज्योतिरथस्मृतः वसिष्ठस्य सुता सप्त ये प्रजापदयस्तदा द्वितीयमेतत्कथितं मन्वं तरमतः परं अन्यच्चैव प्रवक्ष्यामि तथा मन्वन्तरं शुभं मनोर्नाम मौत्तमिस्तत्र दशपुत्रा नजीजनत इष ऊर्जस्तनूजश्च शुचिशुक्रस्तथैव च मधुश्च माधवश्चैव नभस्योऽध नभस्तथा सहस्रहस्य येषामुत्तमकीर्तिवर्धनः धानवस्तत्र देवास्योर्ऊर्जा सप्तर्षय स्मृताः कौकभिण्डिकुदण्डश्च दाढ्यः शङ्खः प्रवाहितः मितिश्च सम्मितिश्चैव सप्तैते योगवर्धनाः मन्वन्तरं चतुर्थं तु तामसं नामविश्रुतं कभिपृथुस्तथैवाग्निरकभिः कविरेव च तथैव जन्यथामानौ मुनयः सप्तनामदः साध्या देवगणा ये च कथितास्तामसेऽन्तरे अकल्मषस्तपो धन्वी तपो मूलस्तपोधनः तपो राशिस्तपस्यश्च सुतपस्यः परं तपः तामसस्य सुताः सर्वे दशवंशविवर्धनाः पञ्चमस्य मनोस्तद्वद्रैवतस्यान्तरं शृणु देवबाहुः सुबाहुश्च पर्जन्यः समयो मुनिः हिरण्यरोमो सप्ताश्वसप्तैदे ऋषयः स्मृताः देवाश्च भूतरजसस्तथा प्रकृतयः स्मृताः अवश्यस्तत्त्वदर्शी च विधिमान् हव्यपक्कभिः मुक्तो निरुत्सुकसत्त्वो निर्मोहोधप्रकाशकः धर्मवीर्यबलोपेदा दशैते रेवदात्मजाः भृगुःसुधामा विरजसहिष्णुर्नारदस्तथा विवस्वान् कृतिनामा च सप्तसप्तर्षयोपरे चाक्षुषस्यान्तरे देवालेखनाम परिश्रुताः विभवोऽथ पृथक् चानुकीर्तितास्त्रिदिवौकसः चाक्षुषस्यान्तरे प्राप्ते देवानां पञ्चमो जनः रुरुप्रभृधयस्तद्वच्चाक्षुषस्य सुदादश प्रोक्ता स्वयम्भुवे वंशे ये मया पूर्वमेव ते अन्तरं चाक्षुषं चैव मया ते परिकीर्तितं सप्तमं च प्रवक्ष्यामि यद्वैव स्वदमुच्यते अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा भारद्वाजस्तथा योगी विश्वामित्रप्रतापवान् जमदग्निश्च सप्तैदे साम्प्रतं ते महर्षयः कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदं सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम् अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः धृतिर्वरीयान्यवस्सुः सुवर्णो धृतिरेव च वरिष्णुवीर्यसुमतिर्वसुःशुक्रश्च वीर्यवान् भविष्यस्यार्कसावर्णैर्मनोपुत्रा प्रकीर्तिताः रौच्यादयस्तथान्येऽपि मनवः सम्प्रकीर्तिताः रुच्ये प्रजापदे पुत्रो रौच्यो नाम भविष्यति मनोर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति ततस्तु मेरुसावर्णिर्ब्रह्म सूनुर्मनुस्मृतः ऋभुश्च ऋधुधामा च विश्वक्सेनो मनुस्तथा अदीतानाकताश्चैव मनवः परिकीर्तिताः वर्षाणां युगसाहस्रमेभिर्व्याप्तं नराधिप स्वे स्वेन्दरे सर्वमिदं समुत्पाद्य चराचरं कल्पक्षये निवृत्ते दुमुच्यं ते ब्रह्मणा सह अमीयुगसहस्रान्ते विनश्यन्ति पुनः पुनः ब्रह्माद्या विष्णु सायुज्यं ततो यास्यं दिवै नृप इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे मन्वन्तरवर्णनं नाम सप्तमोऽध्यायः ॐ